नम सर्वेभ्यः पाणिनीयव्याकरणवर्गे सर्वेभ्यः हार्दं स्वागतम्। प्रवर्तमानः विषयः अस्ति क्रियादिगणः इति। क्रियादिगणस्य अन्तिम भागः अस्ति, अत्र अभ्यासः अपि प्रचलन् अस्ति। विद्याभगिनी अद्य न आगच्छति इति कारणात् सर्वे मिलित्वा अभ्यासः कुर्मः। ततपूर्वं किञ्चित् संक्षिप्तरूपेण वक्तुमिच्छामि क्रियादिगणे, क्रियादिगणस्य विषये। क्रियादिगणे एकषष्टिधातवः सन्ति। तर्हि अत्र किं स्मर्तव्यम् इति चेत्, अत्र केचन विशिष्टधातवः सन्ति यत्र धातौ एव वैशिष्ट्यं वर्तते, धातौ एव केचन विकाराः भूत्वा अङ्गपरिवर्तनं भवति, तेषां विषये प्रथमम् उक्तमस्ति। तर्हि इत्युक्ते विकरणप्रत्ययस्य योजनेन निमित्तेन यत् अङ्गकार्यं भवति तेन नूतन अङ्गं सिद्ध्यते। तर्हि अस्मिन् गणे षड् विभागाः दीयन्ते। पादिगणः, पादिगणे द्वाविंशतिः धातवः वा चतुर्विंशतिधातवः सन्ति, तेषां गणना भवति। तर्हि पादिगणे ये धातवः सन्ति तेषां ह्रस्वत्वं प्राप्यते पादीनां ह्रस्वः इत्यनेन। तर्हि पूय्, लूय्, ध्रूय् इत्येषां पू इत्यस्य ऊकारस्य ह्रस्वत्वं भूत्वा पू इति भवति, लू इत्यस्य लु, पुनाति, लुनाति, धूना, धूनाति इत्यस्य धुनाति इति रूपाणि भवन्ति। तर्हि धातुः एव विकारः दृश्यते, तत्तु एकः विषयः। ततः परं सम्प्रसारणकार्यं भवति, यतोहि अत्र श्ना इति विकरणप्रत्ययः अस्ति इति कारणात् श्ना इति विकरणप्रत्ययः सार्वधातुक अपित् प्रत्ययः अस्ति इति अपि वयं जानीमः। तत्कारणात् सम्प्रसारणकार्यस्य प्रसक्तिः अस्ति। तर्हि सम्प्रसारणविधायकसूत्रमस्ति, सम्प्रसारणविधिसूत्रमस्ति, ग्रहीज्या वैव्यति वष्टि विच्छति वृच्छति पृच्छति भृज्यतीनां निति च इति सूत्रम्। तर्हि अस्मिन् सूत्रे ये धातवः उक्ताः तेषु धातुद्वयं क्रियादिगणे स्तः अस्ति, ग्रही इति क्रियादिगणीयः, ज्या इति च क्रियादिगणीयः अस्ति। तर्हि तेषु ज्या इत्यस्य विषये पूर्वम् उक्तमस्ति, इतोपि किं विशिष्टधातुः अस्ति इति कृत्वा सम्प्रसारिणि धातुषु ज्या इत्यस्य विषये उक्तम्। अस्मिन् अत्र ज्या इत्यस्य जिना इति अङ्गं सिद्ध्यते, यतोहि अत्र सम्प्रसारणकार्यं भूत्वा। ततः परं किं वैशिष्ट्यम् अस्य धातुः इति चेत् हलः इति अपि सूत्रस्य प्राप्तिः भवति। हलः इति सूत्रेण दीर्घत्वं भवति, पुनः पादीना ह्रस्वः इत्यनेन ह्रस्वत्वमपि भूत्वा जिना इति धातुः, जिना इति अङ्ग सिद्ध्यते। ततः परं ग्रह इति धातुः स्वीकुर्मः चेत् तत्रापि सम्प्रसारणकार्यमेव भवति, अत्रापि सम्प्रसारणकार्यं भूत्वा गृह्णा इति अङ्गं लभते। पुनः ज्ञा इति धातुः, तत्र किं वैशिष्ट्यम् इति चेत् ज्ञा इत्यस्य जा इति आदेशः ज्ञा जनोर्जा इति सूत्रेण, तर्हि अत्र जाना इति अङ्गम्। तर्हि अस्मिन् प्रथमभागे तु अङ्गे किं वैशिष्ट्यम् इति एव उक्तं खलु। तर्हि प्रथमं पादीनां ह्रस्वः, ह्रस्वत्वं सम्प्रसारणकारिणेन धातुद्वयं, ततः परं ज्ञा इति धातुः, ततः परं अनिदिग्धातवः केचन षड् धातवः सन्ति, तेषां विषये उक्तमस्ति अत्र। अत्र केचन धातवः इति तु बन्ध, श्रन्थ, मन्थ, श्रन्थ, ग्रन्थ, कुन्थ इति षड् धातवः। एते धातवः अत्र वैशिष्ट्यं किम् इति चेत् हलन्तधातवः सन्ति, अनिदित् धातवः सन्ति, अपि च उपधायां नकारः च वर्तते इति कारणात् श्नाप्रत्ययः यथा विधीयते कित् प्रत्ययः अस्ति इति कारणात् अत्र नकारस्य लोपः भवति इति कारणात् बन्ध् इत्यस्य बध्ना इति अङ्कं श्रन्ध् इत्यस्य श्रध्ना इति अङ्कं मन्ध् इत्यस्य मध्ना इति अङ्कं लभते एवमेव अन्येषामपि अनिदित् हलन्तधातुना एतादृश अङ्गानि निर्मीयन्ते ततः परं नत्वस्य विषये उक्तमस्ति नत्वम् इति नेन क्रीण् क्रीण् इत्यत्र एव एकः एव क्रीण् अपि च गृह्णा अत्र नकारस्य नत्वम् अट्कुप्वाङ्नुं व्यवायपि इति सूत्रेण जायते इत्यपि उक्तम् इति किं श्ना इति प्रत्ययस्य निमित्तेन अङ्गकार्याणि ततः परं किम् उच्यते इति चेत् इदानीम् अङ्गं प्राप्तम् इदानीं तिङ् प्रत्ययस्य तिङ् सिद्धतिङ्प्रत्ययाः अपि सन्ति तयोः मेलनेन सिद्धतिङ्प्रत्ययः अपि च अङ्गम् इत्यनयोः मेलनेन कः विकारः कः परिणामः भवति इति द्वितीयभागः अस्ति अत्र मुख्यतया सूत्रद्वयम् अस्माभिः स्मर्तव्यम् ईहल्यगोः इति एकं सूत्रम् अपि च श्नाभ्यस्तयोरातः इति सूत्रम् अत्र किं स्मर्तव्यम् इति चेत् यत्र पित् हलादिपित् भवतु अजादिपित् तिङ् प्रत्ययः भवतु तत्र किमपि विशिष्टकार्यं नास्ति यतोहि पित् अस्ति चेत् गुणस्य एव प्रसक्तिः अस्ति अत्र श्ना इति वदामः चेत् इगन्तमङ्गमस्ति नास्ति इति कारणात् गुणस्य प्रसक्तिः प्राप्तिः न भवति तर्हि अत्र हलादि अपित् अथवा अजादि अपित् प्रत्ययः परे अस्ति चेदेव विशिष्टसूत्रं प्रवर्तते यत्र हलादि अपित् प्रत्ययः अस्ति अत्र तु ईहल्यगोः इति सूत्रेण किमस्ति आकारस्य ईकारादेशः भवति श्ना इति प्रत्ययः यथा परे अस्ति तथा अङ्गस्य श्ना क्षम्यता श्ना इति नास्ति क्षम्यता हलादि अपित् प्रत्ययः यथा परे अस्ति तथा श्ना इति यद् अङ्गम् अस्ति अत्र आकारः यद्दृश्यते तादृश आकारस्य स्थाने ईकारादेशः भवति हलादि सार्वधातुके परे तर्हि सूत्रे अनुवृत्तिसहितसूत्रे तु उक्तमेव हलादि सार्वधातुके परे कितिङ् इति हलादि सार्वधातुके परे ईकारादेशः आकारस्य स्थाने भवति इति उक्तम् तर्हि अनेन सूत्रेणैव हलादि इति उक्तत्वात् यत्र अजादि अपित् प्रत्ययः अस्ति तत्र तु आकारस्य लोपः जायते श्नाभ्यस्तयोरातः इति सूत्रेण तर्हि यत्र क्रीणायोग अन्ति इति यत्र यत्र स्थितिः अस्ति तत्र क्रीणा इत्यस्य आकारस्य लोपः भूत्वा क्रीण् पुनः क्रीण् योग अन्ति क्रीणन्ति इति ह्रस्वत्वं श्रूयते सर्वत्र यत्र क्रीणायोगतः हलादि अपित् अस्ति तत्र तु क्रीणा इत्यस्य आकारस्य ईकारादेशः भूत्वा क्रीणीतः इति ईकारः श्रूयते मुख्यतया तदैव सूत्रद्वयं यत्र तिङन्तप्रत्ययेषु परेषु भवति अपि च अन्यः अन्यत् एकं सूत्रमस्ति तत्तु केवलं हि प्रत्यये परे एव भवति तत्तु हलः श्नः शानझौ इति एकं सूत्रमपि अस्माभिः पठितम् अनेन सूत्रेण हल् उत्तरस्य श्नास्थाने शानचादेशः भवति इत्युक्ते हल् उत्तरस्य इति उक्तत्वात् अस्माभिः ज्ञायते यत् हलन्तधातुः स्यात् अपि च श्नाप्रत्ययः यथा विधीयते परे हि प्रत्ययः अपि अस्ति तस्मिन् सन्दर्भे हलः हलः इत्युक्ते हल् इत्यस्य अनन्तरं यः श्ना इति प्रत्ययः अस्ति तस्य शानच् इति आदेशः भवति इति इदं सूत्रं वदति तदपि केवलं हि परे एव तर्हि लोट्लकारे एव हि इति प्रत्ययः विधीयते तर्हि हि परे लोट्लकारे मध्यमपुरुषे एकवचने हि परे प्रश्नेपदि प्रत्ययः यथा विधीयते तदपि हलन्तधातुषु यथा विधीयते तथा श्नाप्रत्ययस्य शानच् इति आदेशः भवति. अत्र उदाहरणार्थं किमुक्तमस्ति, गृह् ग्रह् इति धातुः, ग्रह् इति धातुः अस्ति चेत् सम्प्रसारणं भवति, गृह् इति भवति. तर्हि हलन्तधातुः अस्ति, इदानीं न इति प्रति श्ना इति प्रत्ययः विकर्णप्रत्ययः विधीयते, गृह् योग न योग हि इति स्वीकुर्मः चेत् अत्र श्ना इत्यस्य स्थाने शानच् शानच् इत्यत्रापि केवलम् आना इति एव तिष्ठति. तर्हि अत्र गृह्णा इत्यस्य स्थाने गृह् योग आन गृहान इति रूपं सिद्ध्यते, गृहाण योग हि इति भवति. पुनः अत्र हि इत्यस्य अनदन्तम् अङ्गम् इति कारणात् हि इत्यस्य लोपः अपि क्रियते अतो हे इति सूत्रेण. तर्हि गृहाण इति एव अन्तिमरूपं स्यात्. तर्हि यत्र यत्र हलन्तधातुः अस्ति, श्नाप्रत्ययः यथा विधीयते, हि अपि लोट्लकारे मध्यमपुरुष प्रत्ययः अपि विधीयते, तथा इदं सूत्रं प्रवर्तते इति स्मर्तव्यं. तावत् अस्माभिः स्मर्तव्यम् अस्मिन् करपत्रे इति भावयामि. अन्यत् किमपि अस्ति वा विजयलक्ष्मी भगिनी? गतसप्ताहे तावदेव पठितवन्तः. अग्रे अभ्यासः एव अस्ति खलु सम्पूर्णकरपत्रे, केवलम् ओ आम् अभ्यासः एव अस्ति. तत्रापि अभ्यासे अपि किम् आहत्य एकषष्टिधातवः सन्ति, 61 धातवः सन्ति, तेषां विभागः अपि विभागद्वयेन कृतमस्ति, अजन्तधातवः हलन्तधातवः इति कृतं. तेषु अजन्तधातवः 36 धातवः ये सन्ति, तेषु सामान्यधातवः 13 धातवः, अन्ये त्रयोविंशतिः धातवः विशिष्टधातवः, तेषु एव पादिगणीयाः धातवः भवन्ति. हलन्तधातुषु किम् अवशिष्टाः हलन्तधातवः 25 धातवः, तेषु सामान्यधातवः 18 धातवः, अन्ये धातवः विशिष्टधातवः इति ज्ञातुं शक्नुमः. तर्हि आहत्य 61 तेषु केचन एव विशिष्टधातवः. 36 अजन्तधातवः गतसप्ताहे कृतवन्तः. विशिष्टधातुषु एव जृ इति स्वीकृत्य कृतं, तस्मिन् तस्मात् आरभ्य कुर्मः वा? अजन्तधातवः 13 धातवः तेषां तु अभवत्. हा, इदानीं पुवादिगणीय 22 धातवः ये सन्ति, तत्र दीर्घ ऋकारस्य का गति इति वयं गतसप्ताहे अन्ते तदेव पठितवन्तः. सत्यं सत्यं. पुवादीनां ह्रस्वः अपि च रीत इति धातोः मध्ये बलाबलस्य चिन्तनं कृतवन्तः. तत्र पुवादीनां ह्रस्वः इति नित्यसूत्रमस्ति इति तस्य एव कार्यं भवति. स्वीकृत्य एकवारं पुनः वक्तुं शक्यते इति भावयामि भगिनि. भवती वदतु भगिनि, वदतु, अहम् एतावता उक्तवती खलु. अस्तु, अत्र पुवादीनां ह्रस्वः इति सूत्रम् एकमस्ति, पुवादिगणीयधातोः कृते तस्य कार्यं सम्भवति. अपि च 22 धातुषु वादिनां गणे दीर्घ ऋकारान्तधातवः बहवः सन्ति, स्तृ कृ वृ श्रृ पृ वृ इति बहवः सन्ति. अतः ऋत इति धातोः इति सूत्रस्यापि प्रसक्तिः भवति, यतोहि दीर्घ ऋकारः ऋकारान्तधातूनां ऋत इद्धातोः इति सूत्रेण ह्रस्व इकारः भवति, तदपि रपरः भवति, अतः झृ इत्यस्य झिर् इति भवितुम् अर्हति। अतः ऋत इद्धातोः प्रवर्तते वा वादिनां ह्रस्वः इति सूत्रं प्रवर्तते वा इति इत्यस्य चिन्तनं गतसप्ताहे अभवत्। दिस् इस् इन् द रेल्म् आफ् भवितुम् अर्हति, परन्तु वादिनां ह्रस्वः इत्यस्य कार्यमेव पवर्फुल् अस्ति इति किमर्थम् इति वयं चिन्तितवन्तः। तत्र किं भवति, यदि ऋत इद्धातोः इत्यस्य कार्यं दीर्घ ऋकारः अस्ति, इदानीं झृ इति धातु स्वीकृत्य तत्र दीर्घ ऋकारः अस्ति, अतः ऋत इद्धातोः इत्यनेन झिर् इति भवति। इदानीं झिर् इति धातोः रूपं परिवर्तनं भवति चेद् अपि तत्तु पुवादिगणे अस्ति इति कृत्वा पुवादीनां ह्रस्वः इति सूत्रस्य कार्यम् अपि भवितुम् अर्हति। झिर् इत्यस्य परिवर्तनं न जायते, परन्तु कार्यं तु भवति, साधुरूपं न लभ्यते। यदि झृ इति धातोः पुवादीनां ह्रस्वः प्रथमं कार्यं करोति, तदा किं भवति, पुवादीनां ह्रस्वः इति सूत्रेण झृ इत्यस्य ह्रस्व झृ इति भवति। इदानीं ह्रस्व झृ इति भवति चेत् ऋत इद्धातोः इति सूत्रस्य अत्र कार्यं नास्ति, अतः प्रसक्तिः अण्डर् बोत् सिचुवेशन्स् यस्य धातोः यस्य सूत्रस्य कार्यं भवति तत् सूत्रं नित्यसूत्रम् इति नाम प्राप्नोति, तदेव बलवत् भवति इति कृत्वा तस्य एव कार्यं भवति। अतः पुवादीनां ह्रस्वः सूत्रमेव कार्यं करोति, झृ इत्यस्य ह्रस्व ऋकारः भूत्वा झृ इति भवति, अपि च श्ना इत्यस्य आ ना इति आयाति, पुनः ति इति तिङ् प्रत्ययस्य योजनेन णत्वं भवति, झृणाति इति रूपं सिद्ध्यति। एतदेव गतसप्ताहस्य अन्तिम किं कार्यं सूत्रं वयं दृष्टवन्तः। इदानीं नृ कृ ऋ अपि च गृ तत्रापि समानमेव कार्यं करणीयं वा कुर्मः? एकं कुर्मः, एकं कृत्वा तस्य रूपाणि झृ इत्यस्य एव झृ इत्यस्य एव के सन्ति अत्र, ओके, बाटम् टाप् गच्छामः। उषा, उषा भगिनी, भवती लट्लकाररूपाणि वदति वा झृ? नमस्ते, नमस्कारः भगिनि, भगिनि झृ झृणाति झृणीतः झृणीतः ईहल्यगोः झृणाति झृणीतः अन्ति अन्ति अजादि अपित् श्नाभ्यस्तयोरतः झृ झृणन्ति झृणन्ति झृणाति झृणीतः झृणन्ति झृणासि न झृणासि झृणासि इन्कोः नास्ति झृणासि झृणीतः झृणीत झृणामि झृणीवः झृणीमः। अस्तु, तत्र सूत्राणि उक्तवती वा? एकवारं सूत्रसहितं स्मारयति चेत् सर्वेषां लाभदायकं भवति चिन्तयामि। अस्तु भगिनि, झृणाति अत्र तिप् प्रत्ययः कार्यमेव नास्ति, यतोहि श्ना इति अस्ति, विकरणप्रत्ययः जृणाति तः इति हलादि हलादि अपित् प्रत्ययः हलादि अपित् प्रत्ययः अस्ति चेत् ईहल्यगोः इति सूत्रेण हलादि अपित् परः अस्ति इत्यनेन आकारस्य ईकारः भवति जृणा इति अङ्गस्य जृणी आकार अन्तिम आकारस्य स्थाने ईकारः भवति जृणीतः जृणा अनन्तरं प्रथमपुरुष बहुवचनम् अन्ति जृणायोगः अन्ति अन्ति इत्यस्य अजादि अजादि अपित् इत्यनेन स्नाभ्यस्तयोरातः स्नाभ्यस्तयोरातः स्ना प्रत्यान्त अङ्गम् अपि च अभ्यस्त अङ्गम् अत्र स्ना इति अत्र अस्माकं विषयः स्नाभ्यस्तयोरातः तयो स्नाभ्यस्तयोः आकारस्य लोपः भवति जृणायोगः अन्ति जृणन्ति इति आकारस्य लोपानन्तरं जृण् जृण् योगः अन्ति जृणन्ति इति भवति तथा अनन्तरं नकारः केन सूत्रेण भवति जृणन्ति जृणाति खलु प्रथमं जृणाति नकारः जृ सो रसाभ्यं नोणः एव खलु सम्यक् यतोहि साक्षात् अनन्तरम् अस्ति साक्षात् अनन्तरम् अनन्तरम् अस्ति अपि च जृ इति ह्रस्वत्वं केन सूत्रेण जृ इति ह्रस्वत्वं त्वादीनां ह्रस्वः जृ इति धातु त्वादीनां ह्रस्वः इति इति बलवत् इति वयं चिन्तितः नित्यसूत्रम् नित्यसूत्रं नित्यसूत्रम् इत्यनेन बलवत् इत्यनेन गतकक्षायाम् अहं न आसम् बट् दिस् वास् नैस् भगिनी दट् यु सेड् नित्यसूत्रं नित्यसूत्रम् इत्यनेन बलवत् भवति सो प्वादीनां ह्रस्वः इति बलवत् इत्यनेन तत् तत्सूत्रस्य कार्यमेव प्रथमम् आयाति जृ इति धातु जृ इति भवति अनन्तरं नकारः जृणा इति भवति अनन्तरम् अट्कु नाट् अट्कु रसाभ्यां नोणः इत्यनेन णत्वम् अपि भवति हलादि अपि प्रत्ययः परः अस्ति चेत् ईहल्यगोः अजादि अपि परः अस्ति चेत् अकारस्य लोपः श्नाभ्यस्तयोरातः इति सूत्रेण अस्तु अग्रे उमा भगिनी वदति वा लट् अनन्तरं किं लोटा लट् रूपाणि सर्वाणि उक्तवती खलु तत्र तस्याः आरम्भे उक्तवती सूत्राणि सूत्रसहितं समापयतु इति अस्तु जृणास्ति कार्यं विशेषकार्यं नास्ति यतोहि सि इति अपित् प्रत्ययः अनन्तरं जृणायोगः तः मध्यमपुरुष द्विवचनं अत्र इति हलादि अपित् इत्यनेन ईहल्यगोः इत्यनेन आकारस्य विकरणप्रत्ययस्य आकारस्य ई भवति आकारस्य स्थाने जृणीतः इति भवति तथा एव मध्यमपुरुष बहुवचनं जृणीत इति भवति ईहल्यगोः कार्यं करोति अनन्तरम् उत्तमपुरुष एकवचनं जृणामि पित् प्रत्ययः कार्यमेव नास्ति जृणामि आकारः अस्ति जृणामि वहमः हलादि अपित् इत्यनेन ईहल्यगोः इति सूत्रेण आकारस्य स्थाने ईकारः भवति जृणीवः जृणीमः इति भवति अस्तु सम्यक् उमा भगिनी अग्रे लट् आफ्टर् लट् नार्मलि लोट् कुर्मः वा भगिनी लङ् कुर्मः वा लोट् लोट् लोट् भगिनी सरस्वती भगिनी किमपि उक्तवती वा? आम् प्रष्टुमिच्छामि, रसाभ्यां नोणः समानपदे इत्यनेन णत्वं भवति वा वार्तिकेन, यतोहि रेफः नास्ति अत्र. धन्यवादः. वार्तिक स्मारयतु भगिनी एकवारं. वार्तिकं वार्तिकं वदतु भगिनी. ऐ रुवर्णात् रुवर्णात् च इति वक्तव्यं. रुवर्णात् रुवर्णात् नस्य णत्वं वाच्यम्. रुवर्णात् नस्य नस्य णत्वं वाच्यम्. समीचीनं, धन्यवादः भगिनि. धन्यवादः. हा उमा भगिनि वदतु. लङ् वदति वा लोट् वा? लोट् उषा भगिनी वद. लोट् समानमेव वदतु. नोक्तवती, वदतु भगिनी. लोट् नकार सूतामन्तु. प्रथमे प्रथमपुरुषः सूतामन्तु, तु तास् तामन्तु, भगिनी किञ्चित् उच्चैः वदतु भगिनी, न श्रूयते सर्वेषां कृते. श्रूयते वा? एवं श्रूयते वा? बहु शनैः श्रूयते भगिनि, सम्यक् न श्रूयते. मैक् मध्ये किमपि प्राब्लम् अस्ति, प्रतिसप्ताहम् एवमेव भवति. वदतु भगिनि. गृह्णातु, गृह्णीतः गृह्णन्तु, दट् इस् अत्र अपि तृतीयः द्विवचन गृह्णीतः आकारस्थाने इकारः आदेशः भवति ईहल्यगोः सूत्र सूत्रेण. तु गृह्णातु गृह्णीताम् इति भवत् खलु द्विवचन तः किमर्थं गृह्णीतां, सोरि गृह्णीता गृह्णातु, गृह्णीतात्, गृह्णीतां, गृह्णन्तु, गृह्णन्तु अजादि अपि अस्ति जोर्णेन गृह्णन्तु. गृह् नास्ति भगिनि अत्र, किमस्ति जृण् अस्ति खलु, गृह्णातु जृणा इति अङ्गम्. ओके, गृह्णातु गृह्णीता, गृह्णीतां, गृह्णन्तु. श्रूयते वा? श्रूयते. लोट् लकार खलु? लोट् लकार. आं लोट् लकार. गृह्णे मध्यपुरुष एकवचने जृणा इति अङ्गं, मध्यमपुरुषे किं भवति? जृणीः कथं भवति? सूत्राणि वदति वा? चेत् आकारस्य स्थाने इकारः आदेशः भवति. न जानामि भगिनी, हल् यघोः इत्यनेन तत् सूत्रं तर्हि आकारस्य स्थाने इकारः आदेशः भवति. सहर्यपिच्च इति हि हलादि, परन्तु अत्र आगच्छति वा? सहरि पिच्च तु सर्वत्र आयाति, सत्यं. कथं कार्यं करोति? मध्यमपुरुषे लोट् लकारे सर्वत्र प्रवर्तते खलु भगिनी? आम् भगिनी, शेषपिच्छा इत्यनेन हि आदेशः भवति इत्यस्य स्थाने लोट्लकारे. लोट्लकारे अस्तु. गृह्णीतं गृह्णीत आकारस्य स्थाने ईकारः आदेशः भवति. गृह्णामि गृह्णाव गृह्णाम. हकारः न श्रूयते. गृणानि गृणामि गृणीव गृणीम. न न न गृह्णाव. सर्वत्र आकारः गृणामि गृणाव गृणाम. अत्र हकारस्य लोपः किमर्थं न भवति झृणीः इत्यत्र? झृणीः ईकारः अस्ति. ईकारः भवति, समीचीनम्. अतोहेः इति सूत्रस्य प्रसक्तिः अथवा प्राप्तिः अस्ति वा अत्र? न, किमर्थ झृणी इत्यत्र अदन्तमङ्गम् अस्ति वा? अदन्तं नास्ति, इकारः. इकारः इति नास्ति, गृह्णा इति वदामः चेत् तदेव अङ्गं खलु. झृणा झृणा इति आकारान्तमस्ति, न तु अकारान्तमङ्गम्, अदन्तमङ्गं नास्ति. अदन्तमङ्गेषु एव हेपरे खीपरे तस्य लोपः अपि भवति अतोहेः सूत्रेण. अपि च अत्र हीपरे हलः श्नः शानजौ इति सूत्रं किमर्थं न कार्यं करोति? हीपरे एव इदं सूत्रं कार्यं करोति खलु, अत्र किमर्थं न कार्यं करोति? हलः इति अस्ति खलु? हलः हलः परे एव आयति, अत्र तु आकारः अस्ति. आकारः इति नास्ति, हलन्तधातुः अस्ति. ओ धातु, हलः धातु. झृ इति ऋकारान्तः अस्ति, स्वरः हलः नास्ति, अजन्तधातुः अस्ति इति कारणात् इदं सूत्रं न प्रवर्तते. भवती स्मारितवती, केवलं स्मृतवती आसम्. सम्यक् अस्तु. लोट्लकारस्य अभवत् वा? हा न, झृणानि पुनः एकवारं सर्वाणि रूपाणि वदतु भगिनि. न, हकारः नास्ति, अङ्गं सर्व सम्यक् वदतु फस्ट्. अङ्गं झृणा इति अङ्गम्. हा यस् सत्यं, झृणा इति अङ्गम्. झृणातु झृणीता गृणीतां गृह्णन्तु गृणासि गृणीतं गृणीत गृणीः सोरि गृणीः गृणीतात् गृणीतं गृणीत गृणानि गृणाव गृणाम. अस्तु, धन्यवादः. अग्रे का वदति? अत्र सर्वे का एव खलु? आम्, सूर्यकुमारी भगिनी, अरुणा भगति भगिनी वदति वा? किं भवत्याः ध्वनिः न श्रूयते, किञ्चित् कालानन्तरं वदिष्यामि इति. अनन्तरं वदिष्यामि भगिनि. अस्तु, सूर्यकुमारी भगिनी वदतु. अग्रिम लङ् लकाररूपं वदतु. अङ्गमस्ति अग्रुणा. अङ्गमस्ति अगृण ग कुतः आगतम् अस्माकं धातुः जृ इति अत्र ओके चकार ज च वर्गस्य तृतीयः अजृणा अङ्गमस्ति अजृणा योगः अकारः अजृणात् अजृणीताम् सूत्रमपि वदति वा ईहल्यको अनेन अपित् प्रत्ययपरे स्ना प्रत्यय परः आकारस्य स्थाने ईकारादेशः भवति स्नापरे इति मा वदतु आकारस्य ईकारः तावदेव कदा भवति इति चेत् इदानीं हलादि सार्वधातुकपि प्रत्यय अस्ति अजादिप्रत्ययः अस्ति बहुवचने अन् अङ्गमस्ति अजृणा अजृणायोगः अन् स्नाभ्यस्य रातः इत्यनेन आकारलोपः अजृणन् भवति मध्यमपुरुष सकार अस्ति अङ्गमस्ति अजृणा अजृणायोगः तत्र पित् अस्ति अजृणाः भवति ससजुहोरुः इत्यनेन विसर्ज भवति अजृणाः भवति अजृणीत उत्तमपुरुष प्रथम एकवचनम् अजृणयोगः अम् अजृणां वर्णमेलनमेव सवर्णदीर्घसन्धिः अपि भवति अजृणीव अजृणीम द्वितीयम् उत्तम बहुवचन प्रक्रियायाम् अजृणसवर्णदीर्घसन्धिः इति उक्तवती भगिनि अजृणयोगः अम् समीचीनम् आयोगः अकारः अकस्सवर्णदीर्घः आम् अस्तु धन्यवादः सम्यक् धन्यवादः अग्रे शोभा भगिनी वदति वा विधिलिङ्ग एकक्षणम् अजृणायोग अम् इत्यत्र अकारस्य लोपः किमर्थं न भवति श्नाभस्तयोरातः सूत्रेण पित् अस्ति खलु हा समीचीनं केवलं स्मारितवती पित् अस्ति इति कारणात् इदं सूत्रं न प्रवर्तते केवलं ङिति ङिति सार्वधातुके परे एव अकारस्य लोपः समीचीनम् आम् नमस्ते भगिन्यः तत्र विधिलिङ्गि तु विधिलिङ्गि तु सर्वे अपितः प्रत्ययः अतः तत्र तु इदानीं जृणा इति अङ्गं जृणा योगः तत्र सर्वे अपि हलादि अपितः तर्हि हलादि अपित्सु किं भवति आकारस्य ईकारादेशः भवति ई हल्यघोः इति सूत्रेण तर्हि जृणा इत्यस्य जृणी इति सर्वत्र भवति तत्र तदनन्तरं जृणीयात् जृणीयातां जृणीयुः जृणीयाः जृणीयातां जृणीयाता मध्यमपुरुषं पुरुषे द्विवचने किम् उक्तवती तत्र यातम् याताम् इति उक्तवती वा? अस्तु, जृणीयाः जृणीयातम् जृणीयाता जृणीयाम् जृणीयाव जृणीयाम इति रूपाणि भवन्ति. सम्यक्. अग्रे सरस्वती भगिनी, अग्रिमधातु स्वीकुर्मः वा भगिनी? न, सर्वे समानं नृ कृ गृ, अतः पुवादिगणे ये ये धातवः सन्ति तेषां तु रूपाणि कृतवन्तः. अग्रे गच्छामः वा? अवबोधने स्वीकर्तुं अत्र अजन्तधातु अस्ति किन्तु पुवादिगणे नास्ति. अस्तु, सरस्वती भगिनी करोति वा? तर्हि किं न्या धातुतः प्रारम्भं न्या अवबोधने? अस्तु, तर्हि न्या अवबोधने तत्र पुनः श्ना आगच्छति प्रत्ययरूपेण, अविकरणप्रत्ययरूपेण. तर्हि तत्र जाना भवति, तर्हि जाना योगति लट्लकारे जाना योगति तिप् अस्ति अतः किमपि नास्ति. किं केन श्ना भवति न विकरणप्रत्यादिभ्यः श्ना श्ना तदनन्तरं लशकोत्तदिति तथा तस्य लोपः इत्यनेन सूत्रेण षकारस्य इत् भवति तदा तस्य लोपः भवति अतः केवलं ना अवशिष्यति. न्या जा कथम्? आमाम् अस्तु, न्यास्थाने जा जा जनुर्जा जा जनुर्जा तर्हि ततः जा भवति तदनन्तरं ना श्ना विकरणप्रत्ययतः केवलं ना अवशिष्यते अतः अङ्गं भवति जाना. तदनन्तरं तिप् प्रथमपुरुष एकवचनं तिप् अस्ति पित् अस्ति अतः किमपि कार्यं नास्ति केवलं वर्णमेलनं जानाति भवति हलन्त्यं तथा तस्य लोपः तर्हि जानाति. पुनः जाना योग तिप्तः अत्र अपित् अस्ति अतः तत्र ईहल्यगोः अनेन सूत्रेण इत्यनेन सूत्रेण ईकार भवति आकारस्थाने ना तत्र आकारस्थाने ईकार अथवा जानीत भवति. तदनन्तरं जाना योग अन्ति पुनः अजादि अपित् अस्ति अतः अत्र श्राभ्यस्तयोरातः आकारस्य लोपो भूत्वा केवलं जान् अवशिष्यते. जान् योग अन्ति जानन्ति वर्णमेलनेन जानन्ति अतः जानाति जानीतः जानन्ति. पुनः इदानीं मध्यमपुरुष सिप् सिप् अस्ति पित् अस्ति अतः ईहल्यगोः पित् अस्ति अतः ईहल्यगोः न भवति केवलं वर्णमेलनेन जानासि. सिप्थस्थ तर्हि थस् हलादिपित् हलादि अपित् अतः ईहल्यगोः जानीथः. थ पुनः हलादि अपित् अतः ईहल्यगोः जानीथ अतः जानासि जानीथः जानीथ. तदनन्तरं मिप् पित् अस्ति अतः कार्यं नास्ति केवलं वर्णमेलनेन जानामि. मिप् बस् मत् बस् हलादि अपित् अतः ईहल्यगोः जानीवः ऋतविसर्गौ. तदनन्तरं मत् मध्ये पुनः हलादि अपित् जानीमः. सम्यक्. जानासि भवति भगिनी, जानासि इत्यत्र किमर्थम् आदेशप्रत्ययोः न कार्यं करोति? आकार अस्ति न इन् इन् नास्ति कार्यं नास्ति इन् कोः नास्ति अतः कार्यं नास्ति जानासि. अत्र आत्मनेपदीरूपाणि अपि सन्ति खलु जानीते जानासि अतः उभयपदी अस्ति. अस्तु अग्रे मीना भगिनी वदति वा लोट्लकाररूपम् वदामि भगिनि. बहुवार अनन्तरम् आगच्छामि भगिनि. इदानीं ओके इदानीं ज्ञा इति धातु ज्ञाजनोर्जा इति सूत्रेण जा भवति. लोट्लकार वा लोट्लकार जा योगः श्ना योगः तु लशकृते दिशकारः लोपः जा ना तु तत्र वर्णमेलनमेव जानातु जा जानातु तु तामन्तु ताम् अस्ति जा श्ना ताम् अस्ति तत्र ईहल जानीतात् अपि अस्ति खलु जानीतात् अपि अस्ति तत्र तत्र तात् इति अपित् अस्ति तस्मात् ईहल् ईह ईहलगोः इति सूत्रेण ईत्वं भवति. सो जानी योगः तात् जानीतात् अपि भवति. तदनन्तरं तु ताम् अन्तु ताम् अपि अपि हलन्तं हलादि अपि भवति. तदनन्तरं जा श्ना ताम् तद ईहलगोः इति सूत्रेण जानीताम्. तदनन्तरं जा जा ज्ञा जा योगश्ना अन्तु अस्ति जा ना अन्तु तत्र जा ना अन्तु श्नाभ्यस्तयोः लोपः इति जा आकारः लोपः जा जान् अन्तु जानन्तु भवति. तदनन्तरं सूत्रं वदतु श्नाभ्यस्तयोरातः लोपः क्ति सावधातुके सत्यम्. तदनन्तरं ता हि तं त तत्र जा श्ना हि भवति तत्र हलन् अपि हलन्तमस्ति. सो ईहलगोः इति सूत्रेण जा जानी हि भवति जानीहि अथवा जानीतात् तत्र समानमेव प्रथमपुरुष ससमान एव जानीतात् अथवा जानीहि. जा योगः श्नायोगः तं तत्र तत्रापि हलादि अपि तस्ति. सो ईहलगोः इति सूत्रेण जानीतं जानीत समानप्रक्रिया. सो जा आनि आव आम तत्र जा योगश्ना योगः आनि तत्र जा तत्र जा योगः आयोगः तत्र अकसवर्णे दीर्घः भवति. जाना आनि तत्र अकसवर्णे दीर्घः तत्र जानानि जा श्ना श्ना जा ना आनि आव आव समानप्रक्रिया जानाव जानाम. अस्तु धन्यवादः. किं विजया भगिनी वदति वा अस्ति वा विजया भगिनी? आम् अस्मि अहं वदामि. नमस्कारः. नमस्ते. अग्रे लङ् लकाररूपं वदति वा? आम् लङ् लकारः अत्र सर्वत्र अडागमः भवति लुङ् लङ् लृङ्तु अडदातः इत्यनेन. अनन्तरम् अत्र तात् अस्ति. इदानीमत्र पूर्वम् आ भवति अनन्तरं ज इति पूर्वमेव वयं दृष्टवन्तः ज्ञातनोर्जः इत्यनेन. अतः तत्र ज भवति. अनन्तरम् एतत्तु क्रियादिगणः अतः न भवति एव क्रियादिग्यः न इत्यनेन अनुबन्धलोपानन्तरं न एव तिष्ठति सकारकयोजनेन अजानात् इति भवति. अत्रापि रूपं द्वयं भवितुमर्हति. एकस्मिन् पक्षे अज किम् अस्ति अत्र जलं जचन्ति इत्यनेन त प्रथमवर्णस्य स्थाने तृतीयवर्णः भूत्वा अजानाद् इति भवति. इदानीम् अत्र काम् अस्ति, तत्र दीर्घ आकारस्य स्थाने न इति क्रियादिगणा विघ्नप्रत्ययस्य दीर्घ आकारस्य स्थाने दीर्घ ईकारः भवति, ई अल् अल्यगोः इत्यनेन. अतः तत्र तां योजनेन अजानी ताम् इति भवति, अन्ययोजनेन अजानन् इति भवति. अत्र अजादि अपि तस्ति. अनन्तरम् अत्र किमस्ति, अजाना इति भवति, अत्र ऋतो विसर्गो भूत्वा अजानाः इति भवति. इदानीं बहुवचने सूत्रं न उक्तवती भवती. बहुवचने अत्र अजानन् खलु, अत्र अजानन् अजाना इति अस्ति, अजाना योगः अन् संयोगान्तस्य लोपः अभवत् अन् इति अस्ति. अजाना योगः अन् न संयोगान्तस्य नाभ्यस्तयोरातः इत्यनेन दीर्घ आकारः भवति. अत्र दीर्घ आकारः भवति वा न? अत्र किमस्ति, अत्र लोपः स्ना इति अस्ति, अनन्तरम् अत्र स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति, अतः इन् एव तिष्ठति. अजानन् इति भवति अन्ययोजनेन. अजानाः इति भवति, अजानाः इदानीमेव मया उक्तम्, अत्र ऋत्व उत्सर्ग भूत्वा अजानाः इति भवति. अनन्तरम् इदानीं दृष्टवन्तः अत्र दीर्घ आकारस्य स्थाने दीर्घ ईकारः इ अल्योगो इत्येन अजानीत्थम् इति भवति, अजानीत. इदानीम् अत्र अम् आदेशः वधूः एकवचने, अत्र अपि अजानाम् एव अम् योजनेन, इदानीम् अजाना अम् इति अस्ति, अकार अकारमेलनेन दीर्घ आकारः भूत्वा अजानाम् इति भवति, अकः सवर्णदीर्घः इत्यनेन सवर्णदीर्घसन्धि भूत्वा. अजानीव अत्र अपि दीर्घ आकारस्य स्थाने इ अल् ए गोः इत्यनेन दीर्घ ईकारः भूत्वा अजानीव अजानीव इति भवति. धन्यवादः. अरुणा भगिनी इदानीं वदति वा? आं भगिनि, श्रूयते वा? श्रूयते. न श्रूयते? श्रूयते. ओके. जाना ज्ञा दातु न जनौर्ज इति सूत्रेण आदेशः भवति. ज योगस्य सकारलोपः, जाना इति अङ्गं विधिलिङ्ग्, सर्वे प्रत्ययाः हलन्त अपि प्रत्ययः, अतः हि अल्यगोः इति सूत्रेण अन्तिम आकर्षणे ईकारः भवति. जानीयात् जानीयातां जानीयुः जान् जानीयाः जानीयातं जानीयात् जानीयं जानीयव याव जानीयाम. मध्यमपुरुष बहुवचनं पुनः वदतु भगिनि. जानीयात् जानीयात. अस्तु, धन्यवाद. विधिलिङ्ग् लकारः मै फेवरेट्, ईजि. अस्तु, इदानीं मम पर्यायः इति भासते. अस्तु, मया करणीयं वा भवती करोति वा लक्ष्मी भगिनी? अहं करिष्यामि भगिनी. लोट् लकारः आत्मनेपदीरूपम्. आत्मनेपदी वा? अस्तु, लट्लकारः जातः वा न लट्लकारः एव अस्तु लट्लकारे ज्ञा इति धातुः विशिष्टसूत्रेण जा इति रूपं जाना इति अङ्गं जा अत्र ते आते अते इति चिततिङ्प्रत्ययाः तर्हि जानायोगते ते इति ङित् अस्ति हलादि सार्वधातुकः अस्ति कारणात् आकारस्य श्ना इति अङ्गस्य श्ना इत्यन्तम् अङ्गस्य आकारस्य ईकारादेशः भूत्वा जानीते इति रूपं भवति जानीते आकारस्य ईकारादेशः भूत्वा जानीते आते इत्यत्र तु अजादि सार्वधातुकप्रत्ययः परे अस्ति इति कारणात् आकारस्य लुष्णा इत्यस्य आकारस्य लोपः भूत्वा जान् इति जान् योग आते जानाते जानीते जानाते जानते पुनः आकारस्य लोपः जायते श्नाभ्यस्तयोरातः सूत्रेण जान् योग अते जानते से आते द्वे इति रूपाणि से आधे द्वे इत्यत्र पुनः से जानायोगसे इत्यत्र से इति अपित् प्रत्ययः हलादि अपित् कारणात् आकारस्य ईकारादेशः जानी से आदेशप्रत्ययोः सूत्रेण जानीषे इति रूपम् आथे इत्यत्र अजादि अपित् प्रत्ययः अस्ति इति कारणात् श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भूत्वा जान् योग आथे जानाथे द्वे इत्यत्र श्नाभ्य न ईहल्यगोः सूत्रेण जाना इत्यस्य आकारस्य ईकारादेशः भूत्वा जानी योगद्वे जानी द्वे उत्तम पुरुषप्रत्ययाः ए वहेमहे जानायोग ए अजादि अपित् प्रत्ययः परे अस्ति आकारस्य लोपः जान् योग ए जाने वहेमहे इत्यत्र हलादि अपित् प्रत्ययः इति कारणात् ईहलिगुः इत्यनेन ईकारादेशः आकारस्य जानीवहे जानीमहे सम्यक् अग्रे लोट् लकारः अहं प्रयत्नं करोमि लोट् लकारे किं किं भवति लोट् लकारे ताम् आताम् अताम् स्व अथां त्वम् ऐ आवहै आमहै अस्तु अस्माकम् इदानीं ज्ञाधातोः जा इति अभवत् ज्ञाजनोर्जा इत्यनेन श्ना इत्यस्य न अवशिष्यते जाना इति अङ्गमस्ति किमस्ति तां खलु तदेव मम मनसि न तिष्ठति ताम् अस्तु अतः योगः तां किम् अत्र किं भवति ताम् इति अस्ति ईहल्यगोः सूत्रेण आकारस्य स्थाने ईकारादेशः भवति हलादि अपित् अस्ति इति कृत्वा अतः जानी इति भवति तां जानी ताम् जानीतां जाना आतां तत्र तु आताम् इति अस्ति खलु अतः श्नाभ्यस्तयोर् आतः इत्यनेन जाना इत्यस्य आकारस्य लोपः योजनेन जानाताम्। अनन्तरं ताम् आताम् अताम् जाना योगः अताम् तत्र अताम् तत्रापि श्नाभ्यस्तयोर् आतः इत्यनेन जाना इत्यस्य आकारस्य लोपः जान योगः अतां जानताम् सम्यक् वा जानीताम् जानाताम् जानताम् भेदः एव नास्ति जानीताम् जानाताम् जानताम् अस्तु अग्रिमसोपानम् तत्र किं भवति स्व आथां द्वम् स्व आथां द्वम् जाना योगः स्व हलादि अपित् अस्ति अतः ई हल्यकोः इत्यनेन आकारस्य ईकारः जानी स्व अत्र श्व भवति वा आदेशप्रः भवति ईकारः अस्ति आदेशप्रत्ययोः इत्यनेन जानीष्व जानीष्व जानाथां प्रथमसोपाने यथा अभवत् तदेव अत्रापि आथाम् इति अस्ति अतः जानाथां द्वम् अग्रिमं द्वं खलु द्वं जाना योगः द्वम् अत्र हलादि अपित् ई हल्यघोः इत्यनेन आकारस्य ईकारः भवति जानी द्वम् अतः मध्यमपुरुषे जानीष्व जानाथां जानी द्वम् उत्तमपुरुषे जाना योगः ऐ आवहै आमहै ऐ जाना योगः ऐ अत्र किं भवति ऐ आकारस्य लोपः भवति खलु भवति खलु अतः अजादि पित् वा तद् न अजादि अजादि एव हा अत्र किं भवति अजादिपित् सन्धिकार्यं भवति सन्धिकार्यं भवति जाना योगः ऐ जाना योगः ऐ अत्र आकारः अपि च ऐ इत्यनयोः केन सूत्रेण वृद्धि भवति वृद्धिरेचि आकारः अस्ति खलु आटश्च इति अपि भवति वा आटश्च न आडागमस्य कृते एव आटश्च आडागमस्य कृते अतः वृद्धिरेचि इत्यनेन आकारः ऐकारयोः योजनेन जानै इति रूपम् अपि च जाना वहै जाना योगः आवहै जानावहै जानामहै अग्रिमम् तावदेव वा जानामहै जानामहै सम्यक् भगिनि समीचीनम् भगिन्या पृष्टं मम अपि एकः संशयः अत्र वृद्धिरेचि इत्यनेन वा आटश्च इत्यनेन वा इति कश्चन संशयः भगिनि आटश्चतः एव ऐ अभवत् न वा ऐ इति प्रत्ययः एव आटश्च इत्यनेन अभवत् खलु आटश इति न किन्तु अत्र आट् अस्ति खलु आडगमः अस्ति खलु इति कश्चन संशयः उत्पिच अतः आट् तु आगच्छति तदनन्तरम् आयोग ए ऐ भवति आटश्च सूत्रेण अतः प्रत्यये ऐ अस्ति तद् सिद्धति ऐ भवति तदनन्तरं वृद्धिरेचि समीचीनं अग्रिमं का करोति अग्रिमं कः धातुः स्वीकुर्मः भगिनि अग्रे सरे इतोपि अस्ति खलु लङ् लकारः सन्ति बहवः सन्ति इदानीं तु सूत्रस्य आवश्यकता नास्ति केवलं रूपाणि उक्त्वा अग्रे सरेम खलु रूपाणि उक्त्वा सरेम उषा भगिनी विशिष्टसूत्रः अस्ति चेत् वक्तुं शक्नुमः अन्य किमपि सामान्यधातुषु एकं द्वे कुर्मः सामान्य हलन्तधातवः अष्टादश सन्ति खच् खचा भूतप्रादुर्भावे स्वीकृत्य रूपाणि उक्त्वा एकं द्वे कुर्मः तावत् पर्याप्तम् इति चिन्तयामि अस्तु इदानीं ज्ञाधातोः लङ्लकाररूपम् अपि च विधिलिङ्लकाररूपम् अवश्यम् आं सत्यं सत्यं सत्यम् तत् समापयित्वा समाप्य सूत्रं नावश्यकम् एवमेव वदतु उषा भगिनी अस्तु भगिनि लङ् लकार ज्ञा धातु ज्ञानो जाना इति अङ्गं लङ् लकार इत्यनेन अडागमः भवति अजानततकारः तकारः अपि प्रत्ययः अजानीत अजानाताम् अजानत ताः आतां ध्वम् अजानीताः अजानाथाम् देन् ध्वम् अजानी ध्वम् न श्रूयते भगिनी ओ अजानीथाः श्रुतवती अनन्तरं किमपि न श्रुतवती श्रुतं भगिनि अजानीताः अजानाथाम् अजा देन् ध्वम् अजानी ध्वम् देन् उत्तमपुरुष ईवहि महि उत्तमपुरुष ईवहि महि अजान् ई इति अजाना नायोगः ई अजादि अजादि इत्यनेन आकारलोपः आकारस्य लोपः अजान् अजानी अजानि ह्रस्वैकार अजानि वहि महि हलादि हलादि अजाना अजाना इति अजानी वहि अजानी महि अजानीत अजानाताम् अजानत अजानीताः अजानाताम् अजानीध्वम् अजानि अजानीवहि अजानीमहि श्रूयते वा हा श्रूयते भगिनि पूर्ण अजानी वहि ह्रस्वैकार अजानीवहि अजानीमहि सम्यक् अग्रे उषा उमा भगिनी विधिलिङ्ग् शीघ्रं जस्ट् रूपाणि वदतु बहु सिम्पल् सुलभं जानीयातां जानीयुः न आत्मनेपदी सारी जानीत जानीयतां जानीरन् जानीताः जानीयतां जानीध्वं जानीय जानीमहि जानीमहि अस्तु धन्यवादः इदानीं लक्ष्मी भगिनी लीड् करोति वा अग्रे हलन्तधातवः सामान्य हलन्तधातवः कः धातुः खच इति एव खलु खच् तत्र रूपाणि भिद्यन्ते वा न खलु खज्जा हेठना अत्र किम् अङ्गं कथं प्राप्यते इति द्रष्टव्यं खच्छा इति अस्ति खच् इति निर्बन्धलोपानन्तररूपं खच्ञा इति अस्ति इत्युक्ते अत्र खच्ञा इति खच् योगश्ना इति भवति खच् योगन्ना इति यथा भवति श्युत्वं सम्भवति श्युत्वं भूत्वा नकारस्य स्थाने ञकारादेशः भवति कथमस्ति अत्र खलु भवति किमर्थं चकारः पूर्वं ञकारः तदनन्तरम् अनन्तरम् अतः खच्छाति खच्छाति खच्छाति इति अत्र किं लकारे प्रथम पुरुषे खच्छाति खच्चीतः खच्चीतः खतः किमस्ति अन्ति खच्छन्ति उच्चारणं प्रायः दोषाय स्यात् खच्छन्ति खञ्चन् खच्छन्ति ततः परं खच्छासि खच्चीतः खच्चीध खच्छामि खच्चीवः खच्चीमः अस्तु अग्रे दोषाय अस्ति वा उच्चारण सम्यक् एव खच्या इति अस्ति अनन्तरम् अन्यत् किमपि नास्ति केवलम् अङ्गस्य एकवारं अङ्गं निर्मीयते चेत् केवलम् अत्र सूत्रद्वयस्य विचारः रूपाणि केवलं वदामः वा हा रूपाणि एव एवमेव इदानीम् अङ्गं तु प्राप्तं वयं प्राप्तवन्तः अतः रूपाणि एव वदामः अग्रे सूर्यकुमारी हा भगिनि लोट् लकारः खच्नातु खच्नीतात् खच्नीतं नकारः नास्ति भगिनि अङ्गमस्ति खच्ना खर्चुण ण्यकारः ण्यकारः आं खच्नन्तु खच्नयोगः खच्नीः अत्र प्रायः चकारः हलन्तम् अस्ति खलु तत्सूत्रं भवति खच्णीः मध्यमपुरुषलोट्लकारः प्रत्ययपरे हीपत्रयः अपि प्रत्ययः ग्रह यथा ग्रह श्नाहि तत्र हलः करोति खलु करोति हलः श्नः शानझौ कार्यं करोति हलः हलन्तम् अस्ति खलु खच्छति आम् अतः मध्यमपुरुषरूपं खच्चीः न भवति इति खचान खचान श्नान जायाति आना इति एव तिष्ठति श्ना इत्यस्य स्थाने आना इति वदति अत्र अतः ञकारः नास्ति तत्र केवलं कचियोग स्नायोग हि इत्यत्र श्ना इत्यस्य स्थाने आन शानच् आयाति तर्हि कचियोग आना इदानीं हि इत्यस्य लोपः अपि भवति यतोहि कचान इति अदन्तमङ्गमस्ति अतः कचान इति एव तिष्ठति रूपं समीचीनं खलु भगिनि गृहान खचान अग्रे वदतु भगिनि खचान कथं भवति यथा गृहान अभवत् खलु उपरि कच्चन अभवत् पश्यतु भवति वा न यकारः तु श्ना भवति चेत् एव नकारस्य स्थाने यकारः आयाति स्तोश्च नाश्चुः इत्यनेन अत्र श्ना इत्यस्य स्थाने शानच् प्रत् आदेशः अभवत् खलु शानच् आदेशः भवति चेत् आन इति एव तिष्ठति खचान कच्नीतात् कच्नीतं कचुणीत उत्तमपुरुष कच्छुणा योगः आनि कचुणानि नकारः न श्रूयते खलु कचुणा कचुणा ओके पित्रत्यः अस्ति कचुणा योगः आमा तत्र सवर्णदीर्घसन्ध्या याति समानमेव अग्रे गच्छामः का वदति शोभा भगिनी वदतु आं भगिनि भ्रमः भवति एव तत्र खचा इति तर्हि अडागमः अच् अड् योगः खचा अखचा इति भवति अङ्गम् अस्तु इदानीं ताम् अन् इति प्रत्ययः अकचा योगः तत्र हलादिपित् अस्ति अतः किं तत्र किमपि हलादिपित्सु किमपि कार्यं नास्ति योजनम् अकचान्त् इति भवति तदनन्तरम् अपित् ताम् इति अकचा योगः तां तत्र हलादि अपित् अतः हलादि अपित्सु आकारस्य ईकारादेशः ई हल्यघोः इत्यनेन तर्हि अकचीताम् इति भवति अकचीताम् इति अन् इति अजादि अपित् तत्र आकारलोपः अकचा इत्यस्य अकच्छन् इति भवति अनन्तरं मध्यमपुरुषे स तं त स इति पित् तत्र विसर्गः अकच्छा इति अङ्गम् अकच्छाः इति भवति तदनन्तरं तं त हलादि अपितः अपितौ तर्हि अपितौ भवति वा तत्र तत्र ईकारादेशः आकारस्य अतः अकचीतम् अकचीत इति भवति अं वा म अम् अजादि पित् तत्र केवलं अकच्छाम् इति भवति तत्र सन्धि अकसवर्णदीर्घः अकच्छाम् इति भवति वा म इति हलादि अपित् अतः तत्र किम् ईकारादेशः पुनः अतः अकच्छीव अकच्छीम इति भवति सम्यक् विधिलिङ्ग्लकारः विधिलिङ्ग्लकारः बहु सिम्पल् वक्तव्यं वा हा वदानि वदामः का वदति सरस्वती भगिनी वदतु अस्तु प्रथमपुरुष यात् यातां युः सर्वे तु हलादि अपि सन्ति अतः खज्ञी यात् खज्ञी यातां खज्ञी युः मध्यमपुरुष याः यातं यात् खज्ञी याः खज्ञी यातं खज्ञी यात् यां याव याम तर्हि खज्ञी यां खज्ञी याव खज्ञी याम अस्तु अग्रे मीना भगिनी किं वदामः भगिनी लक्ष्मी भगिनी खच् ऐ शुभ स्वीकुर्मः शुभा सञ्चालने तत्र किमपि वैशिष्ट्यमस्ति इति चिन्तयामि हेट् समानं मृड् समानं कुत्र अक्षुभ ओ तत्र तु नूतनसूत्रमस्ति खलु आं भगिनि चिन्तनीयं बुध्ना बुध्नाति शुभ्नादिषु च इत्यस्य चिन्तनं कुर्यात् शुभसञ्चलने शुभ्नादिषु च इति कश्चन सूत्रमस्ति शुभ्नादिषु च किञ्चन सूत्रम् किम् औ तद् अष्टमे गणे अस्ति अष्टमे गणे न अष्टपाद्यमस्ति शुभ्नादिषु च किमपि नास्ति नकारस्य नकारादेशः न भवति इति इति कारणात् नत्वं नास्ति रूपाणि केन सूत्रेण भगिनि केन सूत्रेण नत्वं न भवति शुभ्नादिषु च न भवति शुभ्नादिषु च इति सूत्रेण तत्रैव अस्ति आवल्यम् अस्ति तत्र खलु अस्ति सामान्याः हलन्तधातवः नूतन नूतनकरपत्रे अस्ति भगिनि वेब्सैट् मध्ये मम करपत्रे नास्ति अस्तु अस्तु प्रिण्ट् अस्तु अस्तु 8439 पश्यतु 8439 शुभ्नादिषु च रसाभ्यां नूनः अपवादसूत्रं वा व्यवहारः अस्ति खलु भकारः उपवर्गे इदानीं लट्लकारे वक्तव्यं वा वदतु क्षुब् क्षुब् दाति श्ना इति प्रत्ययः शुभ् न ति सादृशमेव वर्णमेलनं क्षुब्नाति क्षुब् क्षु क्षुब्ना तीतः अन्ति तत्र हलादि अपि अस्ति तदहि हलवोः इति सूत्रेण ईकारः आगच्छति तत्र क्षुब्धीतः देन् क्षुब् क्षुब् श्ना अन्ति भवति तत्र श्नाभ्यस्तयोः आतः लोपः इति सार्वदातके तत्र क्षुब् क्षुब् नाकारलोपः क्षुब् इन् अन्ति क्षुब्नन्ति सीतः तत्र क्षुब् श्ना तत्र ना अस्ति क्षुब् न सी तत्र क्षुब्ना शी न किमर्थं न भवति क्षुब्ना सी क्षुब्ना अक्षुभ्याम् इति अक्षुभ्याम् इति वा इति तु इन्कोः नास्ति इन्कोः नास्ति खलु न न शी अट्कुप्वाङ्ग् सूत्रेण न भवति आदेशप्रत्ययोः इति सूत्रेण भवति. आदेशप्रत्ययोः षकारं भवति किल, तत्र क्षुब्ना क्षुब्ना आकारः अस्ति खलु. ओके, तस्मात् क्षुब्नासि अक्कुब्यां किल तेन सूत्रेण तत्र न आदेशप्रत्ययोः षत्वं तु आदेशप्रत्ययोः इति सूत्रेण भवति. तत्र षत्वं न भवति किल? न भवति. केन सूत्रेण भगिनी? निमित्तं न पूरितम् इति कारणात् आदेशप्रत्ययोः इति सूत्रस्य निमित्तानि न पूरितानि. तत्र इन्दोः इति पूर्वं स्यात् खलु, अत्र श्ना इति आकारान्तः अस्ति खलु, अतः क्षुब्नी इति भवति चेत् क्षुब्नीषि इति भवितुम् अर्हति, परन्तु अत्र क्षुब्ना इति अस्ति खलु, अतः न भवति. ओके, सो क्षुब् क्षुब्नातः तत्र तत्र तेन सूत्रेण ईह गोः इति सूत्रेण ईत्वं भवति क्षुब्नीतः क्षुब्नीत क्षुब् न आनय मी वहमः क्षुब्नामि वर्णमेलनमेव क्षुब्नीवः तत्र हलादि अपि अस्ति, तस्मात् ईहलगोः इति सूत्रे क्षुब्नीवः क्षुब्नीवः. सम्यक्. लोट् लकारः अग्रे करणीयं वा विजया भगिनी? कृत्वा समापयामः. केवलं रूपाणि वदतु विजया भगिनी. आमां वदामि. अत्र क्षुब्नासु क्षुब्नीतात् अनन्तरम् अत्र क्षुब्नीता किमस्ति अत्र अन्तयोजनेन क्षुब्नन्तु क्षुब्नीतात् क्षुब्नीतात् अनन्तरम् अत्र अत्र अतो एषे इत्यनेन लोपः भवति, अतः क्षुबाण एव तिष्ठति अत्र मध्यमपुषे एकवचने. अनन्तरं सुग्नीतं सुग्नीत अतः एव अत्र हि इति अस्ति खलु, पूर्वं अस्ति प्रथमं सि अस्ति चेदपि चेतनेन तत्र सी भवति सी भवति अनन्तरम् अत्र अतो एः इत्यनेन एतदपि अतीव नास्ति. हलः श्नः हलः श्नः शानजौ इत्यनेन शानच् भवति. तत् स्थाने अनुबन्धलोपानन्तरम् आकार आण एव तिष्ठति, दशकोत्तस्य चेत् अनन्तरम् आलन्त्यं तस्य लोप आण एव तिष्ठति. आम् इदानीम् अत्र क्षुबाण इति भवति इति शानस्य रूपम् अत्र अस्तु. इदा अनन्तरम् अत्र सुग्नीतं सुग्नीत आणि योजनेन सुग्नानि सुग्नाव सुग्नाम इति भवति तावदेव. धन्यवादः. शुभरात्रिः सर्वेभ्यः. नमस्कारः. शुभरात्रिः. धन्यवादः. धन्यवादः. नमस्कारः. नमस्कारः भगिनी. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः सर्वेभ्यः. धन्यवादः लक्ष्मी भगिनी. विजय बहु सम्यक् आसीत् कक्षा भगिनी. हा भगिनी एव चालितवती. सम्यक् आसीत्. भवती चालितवती. मिलित्वा एव सर्वे मिलित्वा कृतवन्तः. अस्तु धन्यवादः. धन्यवादः सर्वेभ्यः. शुभरात्रिः.